नमस्ते भगिनी। नमस्कारः भगिनी, सरला भगिनी नमांसि। नमस्कारः भगिनी। नमस्कारः भगिनी, किं किं भगिनी भवता श्लाघनीय? ओ धन्यस्मि भगिनी। न अहं हल् पाठः न पठितः, हलन्दश धातूनां इतोपि अर्थसहित अपि लट् लकारसहित उक्तवती, बहु श्लाघनीय। कथं स्मरामि खलु, भवतः भवती कथं स्मरति इत्येव मम आश्चर्यमस्ति। तत्र स्मर्तुं बहु प्रयत्नं कृतवती किन्तु न आगच्छति मनसि। एतद् न केवलम् अर्थं, तत्र रूपम् आत्मनेपदि वा परस्मेपदि वा इति भ्रमः जायते ननु, यदि रूपं न जानीमः चेत्। तत् अहं जानामि किन्तु भवती आदौ एव पठितवती, अहं मन्दं पठामि। इतोपि न आरब्धः, हल् पठनीयः अग्रिमसप्ताहात् वा इतोपि सप्ताहद्वयात् पूर्वं वा पठनीयं। तर्हि मुद्रणं कृत्वा मया स्थापितमस्ति, तर्हि यदा अवकाशः प्राप्यते श्रोष्यामि। नमस्कारः महोदय, स्वागतं महोदय। अत्र विमला भगिनी अपि आगच्छति इति मन्ये अद्य, अरुणा भगिनी सा तु निश्चयेन आगमिष्यति। अद्य नूतनपाठः किमपि नासीत् खलु भगिनि, अस्ति वा? तत्र केवलं काले आदौ वयं पठितवन्तः किं भगिनि, सिद्धतिङ् प्रत्यय वयं बहु कालपूर्वं पठितवन्तः। आमां, पुनः तत्र तिप् इत्यस्य वयं गते सप्ताहे पठितवन्तः, आत्मनेपदी किञ्चित् कृतवान्। तर्हि कृतवन्तः महोदय न कृतवान् आत्मनेपदि, वयम् अत्र समापयामः वा? महोदय एव समापितवान् खलु, न वा? महोदय केवलं अतो न स्मरामि, अतोनितः इति कारितवान्, लोपोव्यवली अपि कारितवान्, सर्वमपि तत्र पुरातनम्, अत्र नूतनं किमपि नास्ति, तावदेव। अस्तु, तर्हि वयम् आरम्भतः एकवारं पठामः वा? अस्तु, पुनस्मरणं कुर्मः आरम्भतः। आं भगिनि, आरम्भतः इत्युक्ते तत्र लृङ् विधानं तदारभ्य वा? प्रत्यय आदेश अस्तु भगिनि, पञ्चनिमिषं सिद्धा भवान्, निमिषेषु। मम तु यत्र यत्र लिङ्ग् नास्ति तद् केवलम् एकवारं पश्यामः, तर्हि मुद्रणमस्ति खलु। अस्तु, तर्हि लृङ्लकारः इति करपत्रम् अनुवर्तते, तर्हि आरम्भतः किञ्चित् स्थूलरूपेण चिन्तनम् इति कृत्वा, प्रथमं तु कुत्र कुत्र लृङ् न भवति इति चिन्तयामः चेत्, तत्र गर्हार्थे अपि जातूपपदम् अस्ति चेत् न भवति खलु, तदनन्तरं लृङ् न भवति, तदनन्तरं जातु यदोर्लिङ्ग् तत्र न तत्र तु लिङ्गिधा किङ्किला अस्ति अर्थेषु इति, तत्र लिङ्ग् न भवति, लृट् एव भवति, उभयत्र तत्र लट् भवति, अपि जातु इत्यनेन लट् भवति, लड् गर्हायां लडपि जातोः इत्यनेन लड् भवति, तदनन्तरं किङ्किला अनवक्लुप्त्यमर्षयोः अर्थे किङ्किला अस्ति अर्थेषु तदनन्तरं यच्च यत्र यदि भिन्न अव्ययः शेषे लृड् अयधौ इति सूत्रेण लृड् भवति तत्रापि। तदनन्तरं किम् अस्ति, समानकर्तृ तुमन्, आं तत्र तु तुमुन् विधानं, तर्हि तावदेव अस्ति, तर्हि साक्षात् यत्र तर्हि किं भगिनि, चत्वारि सूत्राणि न तत्र तत्र तत्र समानकर्तृकत्वं तत् त्यजामः तत्तु तत्र साक्षात् लिङ्गविधायकमेव नास्ति लकारः एव नास्ति तत्र भगिनी स्मारयति वा अपि गर्हायां लटपि जातोः इति स्मारयति वा निमित्तं किम् अस्ति इति गर्हार्थे गर्हार्थे यदि अपि जातु उपपदे सति लट् लकारस्य प्रयोगः भवति अत्र लिङ्ग्लकारस्य प्रयोगः नास्ति किन्तु प्रकरण लिङ्ग्लकारस्य प्रकरणे अस्ति कारणस्य अनुवृत्तिः आगच्छति अपि जातु एकम् उदाहरणमपि वदति वा भगिनि उदाहरणं वाक्यं वदतु भवती स्वयं वदतु लघुरूपेण वदतु यत् अर्थम् अवगम्य अवलम्ब्य एकं लघुवाक्यं वदतु स्वयं चिन्तयामि कोऽपि अन्य अग्रे करोतु अहं चिन्तयित्वा वदामि भगिनि तर्हि अहम् एकवारम् अहम् एवं वदामि धातु भवती किं करोति ह्यः इति अस्तु तर्हि सर्वेषां स्वागतं अस्तु जातु अपि भवति जातु किं करोति ह्यः भवति इति वक्तुं शक्नोमि खलु ह्यः हरि ओम् अपि अपि भवति जातु यत्किमपि भवतु अपि किं करोति भगिनी ह्यः इति पृच्छामि चेत् अपि तत्र गर्भ अर्थे पृच्छामि चेत् तदा तु लट् भवति तत्र किं ह्यः इति यद्यपि विवक्षा ह्यस्तन अस्ति तथापि करोति इत्येव पृच्छामि खलु अपि किं करोति ह्यः भगिनी अहं न इच्छा तत्र तत्र तद् सम्यक् नासीत् इति अत्र वदामि चेत् तथा महोदय वदति ओ अपि भवती मांसाहारी खादति खादति आम् आम् मांसाहारी अस्ति अपि भवती मांसाहारी अस्ति इति अस्ति तदनन्तरं किम् अस्ति अपि जातु इति अपि भवतु अपि वा जातु जातु तत्र उपपदमस्ति अपि भवती मांसं खादति नो चेत् जातु भवती मांसं खादति इति तदनन्तरं किम् आसीत् तत्र अनवक्लृत्यमर्षयोः इत्यस्मिन् किङ्किला अस्ति अर्षयतेषु इति अस्ति खलु तद् तदपि शक्नुमः यत्र सोढव असम्भावना आसीत् असम्भव असम्भावना नो चेत् असहना सोढुं न शक्यते इत्यस्मिन् अर्थे तत्र अत्र तु किम् अस्ति अत्र तु कोपः नास्ति किन्तु कोप भवति न किङ्किला अर्थे न अत्र तु अनवक्लृप्त्यमर्षयोः इत्येव उक्तमस्ति खलु कोपस्य विषये नास्ति उदाहरणार्थं पुत्रः किमपि करोति तत्र माता कोपं न प्रकटयति किन्तु सः सोढुमेव मया किङ्किल अर्थ शब्दः क्रोधार्थे अस्ति इति अस्ति किङ्किल अर्थ कुत्र लिखितमस्ति द्वितीय किङ्किला अर्थे शुल्वृत् इति सूत्रं यदि भवती उद्घाटयति द्वितीयपङ्क्त्यां किङ्किल इति शब्दः क्रोधार्थे अस्ति इत्यादि इत्युक्ते अस्ति भवती विद्यते किङ्किल इति शब्दः क्रोधार्थे अस्ति इत्यादयः इत्युक्ते अस्ति भवती विद्यते अस्ति इत्यादयः तर्हि किं किं तस्य कः अर्थः अस्ति अस्ति विद्यते भवति इति त्रय क्रियापदानि सन्ति यस्मिन् अत्रापि तर्हि क्रोध तत्र गर्हार्थे एव अस्ति वा अत्रापि असम्भवना अस्ति अस्ति असम्भवना असहना असक्लृप्ति अस्ति अस्ति अत्र असहना सोढुं न शक्नोति इति कृत्वा किञ्चित् कोपं प्रकटयामि किन्तु साक्षात् अत्र गर्हः नास्ति ऐ एम् नाट् स्कोल्डिङ्ग् यू बट् देर् इस् अ सार्ट् आफ् अ हेल्प्लेस्नेस् भवति खलु तादृशकोपः भवति इति खलु अथ अस्ति उदाहरणं न श्रद्धे न मर्षये वा किङ्किल त्वं श्रुद्धान् भोक्षसे, अहं विश्वासं न करोमि, सम्भावनां न पश्यामि, आशं च न करोमि च त्वं शुद्धस्य अन्नं खादसि इति. तो वयं किं वक्तुं शक्नुमः इदानीं? महोदय भवती न श्रद्धे, भवती इदानीमपि इडागमपक्ष इडागमधातवः न स्मरति. तदनन्तरं पुत्र माता वदति किङ्किलत्वं किमस्ति, किङ्किलत्वं तत्र चेष्टां करोति करिष्यति इति, किङ्किलत्वं चेष्टां करिष्यति इति इति मर्षये इत्यस्मिन् अर्थे. आमाम् अत्र मर्षे इति उपपदं न अपेक्षितं खलु, केवलं किङ्किलत्वं किङ्किल किङ्किल अर्थः एव तत्र सम्गच्छति. अस्तु अस्तु, तर्हि तदनन्तरं किम् आसीत्? जातौ लृडयदौ इति, यत्र यत्र भगिनी अरुण भगिनी यत्र यत्र लृङ् न भवति इति वयं पश्यन्ति, यत्र यत्र लिङ्ग् न भवति इति. किमर्थम् इत्युक्ते लिङ्ग् विधीयते चेत् तत्र लृङ् अपि भवति, लिङ्ग् अपि भवति, किन्तु यत्र न भवति इति तत्र न्यूनक्षेत्रमस्ति खलु. तर्हि तस्मिन् विषये वयं गर्हायां लटपि जातोः इति दृष्टवन्तः. द्वितीयमस्ति किङ्किलास्तेषु लृट् इति, तदनन्तरं तृतीयमस्ति. तर्हि त्रीणि एव सूत्राणि सन्ति, शेषे लृट् यदौ इति सूत्रम्. तस्मिन् विषये किं वक्तुमिच्छामः? शेषे लृडयदौ इति अस्ति, अर्थमस्ति यदि भिन्न अवयवपदे चित्रीकरणार्थे गम्यमान चेत् धातु लिट् लकार भवति. तत्र यच्छपि मास्तु, यत्र अपि मास्तु, यदपि मास्तु, यदि यच्छ यत्र यदि भिन्न अव्ययः भवति चेत् कस्मिन् अर्थे अत्र भवति? चित्रीकरणे इत्यस्मिन् अर्थे. आश्चर्यार्थे अस्ति. तदा तु पुनः लृट्लकारः एव, केवलं तत्र तत्र लडपि जातोः इति तत्र लडपि जातो. अस्माकम् उदाहरणमस्ति अन्धो नाम पर्वतम् आरोक्षति, बधिरो नाम व्याकरणम् अधेष्यते इति अस्ति. भव्या अहं तत्र तत्र तत्र इडागमचिन्तनं करिष्यामि इति. नो, इदानीं ए ऐ अपि संस्कृतं वाक्यानि वदितुं शक्नोति. सत्यं सत्यं सत्यम्, आश्चर्यदयजनकम् अस्ति सत्यं. शक्ष्यति लिट् लकारस्य प्रयोगकरणं शक्ष्यति इति वक्तव्यम्. अस्तु, तावदेव अस्ति तत्र, अन्यत्र अन्यत्र सर्वत्रापि. तदनन्तरं तत्र सामान्यविवक्षायां, यत्र गर्हार्थे सामान्यविवक्षायां कालमनु एव भवति तत्र. तदनन्तरं तत्र चित्रीकरणे इत्यस्मिन्नपि सामान्यविवक्षायां कालमनु भवति, भाडम् इत्यर्थे कालमनु भवति सामान्यविवक्षायां, तत्र इच्छार्थे अपि कालमनु भवति. किन्तु अन्वक्लृप्ति अमर्षयोः इत्यस्मिन् विषये तु लृट् वा लिङ्ग् वा भवति सामान्यविवक्षायां. यत्र उपपदानि न सन्ति सामान्यविवक्षा अस्ति, किमर्थम् इत्युक्ते अनवक्लुप्ति अमर्षियोः अकिं वृत्ते अपि इति सूत्रेण अपि इत्यनेन सामान्यविवक्षा अपि अत्र गृह्यते. साधु वा गराया अर्थे यथा कथं लिङ् अस्ति तत्र लट् लकार अपि भवति लिङ् लट् न न अहं सामान्यविवक्षा यत्र उपपदानि न सन्ति तदा तु अनवक्लुप्ति अमर्षयोः यत्र सामान्यविवक्षा अस्ति उपपदानि किमपि न सन्ति चेदपि तत्र तत्र लिट् लिङ् लकारः लृट् लकारः तदनन्तरं लृङ् अपि विधानं भवति अतिपति अस्तु अस्तु अतिपति अस्ति चेत् अपि स्मरति अत्र किञ्चित् किञ्चित् प्रतिदिनं किञ्चित् किञ्चित् स्मरामः पुनस्मरणं कर्तुं कुर्मः चेत् ब्रह्मः जायते. तर्हि परस्मैपदी इति तत्र तत्र भगिनी विमला भगिनी तत्र प्रश्नं पृष्टवती खलु तत्र भवती प्रथमं तत्र वक्तुमिच्छति वा भगिनी तदा तु चर्चयामः वयं वक्तुं प्रष्टुमिच्छामि भगिनि वक्तुं न प्रष्टुमिच्छामि तस्य अर्थ अपि च उदाहरणसहित तत्र तत्र परस्मैपदीनां किम् अस्ति प्रथमस्तु तत्र स्य विधायकं सूत्रमस्ति स्यतासि तदनन्तरम् अधुना भवती वदतु भगिनि इतश्च इति वदति तस्मिन् विषये किञ्चित् स्मारयति वा कस्य विषये न जानामि भवतः कुत्र सन्ति इति धातूनां कृते इतश्च इति सूत्रमस्ति खलु ओ ओके लेट्स् गो डौन् अहं सम्यक् इतश्च लिङ्च तस्य पश्चात् चताशिदलुटोः इतश्च अस्तु ओ किम् अभवत् I'm losing my screen here because of something. Janani Kimartan. Nimishabham, Ekanimisham, Bhagini Astu, Drashtante. Oh, I'm sorry, I'm losing my screen here. Achha, ita chethi. Astu, Git Laka, Pashaniyam va, Pachita Pattaram kalu. Git Laka Asya, Anga, Kakagaganga, Git Laka Asya Chane. Kevalam Bhat, Saram Shumar. Saram Shumar. ङित्सु लकारेषु अपि च परस्मैपदहस्व इकारतिङ् प्रत्ययः अस्ति तस्य अन्ते इकारस्य लोपः भवति यथा टिप्तस् झि इत्यत्र झि इकारः लोपः भवति अपि च येन विद्युत्तदन्तस्य इत्यनेन इकारान्तः धातुः स्यात् अपि च अलोन्त्यस्य इत्यनेन केवलम् अन्त्यस्य अल्वर्णस्य लोपः भवति न तु पूर्णप्रत्ययस्य एतत् कार्यं भवति लिप्तस् झि इत्यत्र अस्ति अन्ततः पकारस्य इत्संज्ञा कृत्वा लोपानन्तरं टि इति अवशिष्यति तत्रापि इतश्च इत्यनेन टि इकारः अस्य लोपः भवति खलु नास्ति जि जि इत्यत्र सिप् अपि च मिप् तत्रापि सिप्तस्य प्राप्तिः यतोहि अन्यत् सूत्रमस्ति तस्य तेन सूत्रेण तस्य अमादेशः भवति प्रथमं भवती उक्तवती खलु तत्र सूत्रे तु इतः इति उक्तमस्ति इतः इत्यनेन कः वर्णः कस्य वर्णस्य उद्देशः अत्र कृतः इतः इत्युक्ते स्थानी इति षष्ट्यन्तमिति कृत्वा स्थानी भवति साक्षात् कः वर्णः साक्षात् कः वर्णः उक्तः इतः इत्यनेन इत् वर्णः इत् केवलं ह्रस्व इकारः टपरकरणात् अष्टादशप्रभेदाः न उक्ताः केवलं ह्रस्व इकारः उक्तः तर्हि यत्र केवलं ह्रस्व इकारः उक्तः तर्हि यत्र प्रत्यये केवल ह्रस्व इकारः अस्ति तत्रैव लोपः भवति वा प्रश्नः वदति खलु तदेव अवगमनं भगिनि परन्तु अत्र अस्ति अन्तस्य इति अन्ते स्थितस्य इकारस्य इत्युक्ते इत्संज्ञा लोपं कृत्वा यत् अवशिष्यते तस्मिन् शब्दे अथवा प्रत्यये यत् इकारः अन्ते अस्ति तस्य लोपः भवति. सत्यं. तर्हि कुत्र कुत्र एतस्य सूत्रस्य कार्यम् इति पृच्छामः चेत्, यदि इकारः आदौ अस्ति चेत् केवलम् आदौ अस्ति, अन्ये अनेके वर्णाः अग्रे आयान्ति, तर्हि आदिम इकारस्य भवति वा? न भवेत्, न भवेत्, न भवेत्. उदाहरणार्थं वदामि चेत् एवम् एवम् अस्ति इति चिन्तयतु, एकं प्रत्यस्ति करोमि, तर्हि प्रश्नः यदि इयङ् उवङ्गौ इति अस्ति, तत्र इ इति प्रथममस्ति खलु, तस्य तत्र न भवति. अत्र तु इतस्य इत्यस्य कार्यं भवति, यत्र इत्यति ग्रहणेन तत्र तत्र तत्र एरविधे तदन्तस्य इत्यनेन प्रसक्तिः एव तत्र न भवति, प्राप्तिः एव न भवति. आम्. अन्यनिमित्तानि यदि सङ्गच्छन्ति तथापि अत्र न भवति, द्विपिकारः अस्ति. किमर्थमित्युक्ते अन्तिमैकारः नास्ति. नास्ति. तदनन्तरं यत्र तत्र सूत्रस्य प्रसक्तिः अस्ति वा प्राप्तिः अस्ति वा इति द्रष्टुं तत्र येन विधिस्तदन्तस्य इत्यनेन विधिः विधीयते. कथं विधीयते? यत्र येन विधिः विधीयते तदन्तस्य विधीयते, तदन्तस्य एव विधीयते इति सूत्रम्. यस्य पदस्य अन्ते ह्रस्वैकारः अस्ति, प्रत्ययस्य अन्ते तस्य एव भवति इति सूत्रं बोधयति. परिभाषा यत्र सूत्रे स्पष्टतया न उक्तम् आदिमकारः वा अन्त्यकारः वा मध्येकारः न उक्तं, तदा तु डिफाल्ट् किम् अस्ति? अन्तिमैकारः. अन्तिमैकारः सूत्रस्य प्रसक्तिः इति वदति. किन्तु तत्र कस्य स्थाने इति पुनः आगच्छति खलु, तत्र किं सूत्रं परिभाषालोन्त्यस्य इत्यनेन लोपादेशः यत्र विधीयते, तत्र तत्र लोपादेशः वा अन्यवर्णस्य आदेशः वा कुत्र भवति प्रश्नः उदेति सूत्रे. कदाचित् सूत्रे एव उक्तं भवति साक्षात् अन्तिमैकारस्य स्थाने इति उक्तं भवति, तदा एका एषा परिभाषा कार्यं कर्तुमिति पठ्यते सूत्रे एव उक्तमस्ति. सूत्रे अनुक्तं चेत् सूत्रे अनुक्तं चेत् तदा एषा परिभाषा आगत्य भवति, अन्तिम अन्तिमवर्णस्य तादृश लोपः वा आदेशः वा भवति. तावदेव अस्ति, ग्रहणं कुत्र अस्ति, कार्यं कुत्र अस्ति इति परिभाषा. यत्र सूत्रे न उक्तमस्ति चेत् स्थानिनः अन्तिमवर्णे वर्णस्य कार्यं अत्रैव अलोन्तस्य इत्यस्य. अधुना भवती वदतु तस्तस्समीपां तान्तं तामः इति अस्ति खलु, तत्र किम् अस्ति? तस् इत्यस्मिन् आदेशः ताम् इति यत्र अलौन्तस्य इति कार्यं करोति चेत् कीदृशं रूपं स्यात्? अलोन्त्यम् अलोन् बस् प्रत्ययस्य सकारस्य लोपः भवेत् खलु, केवलम् अवशिष्यते, आदेशः भवति अत्र लोपकार्यं. अस्तु, मस् मस् स्थाने भगिनी अहं यत् वदामि भगिनी न शृणोति एव. न अवगतं भगिनी. तस्य अधुना अलोन्तस्य इति सूत्रेण अन्तिमसकारस्य स्थाने ताम् इति भवेत् खलु, तर्हि रूपं कथं स्यात्? ताम् इत्युक्ते किं? तस् इत्यस्य तां भवति अलोन्तस्य इति भवति स्म, तदा तु सकारस्य स्थाने ताम् इति आदेशः भवति स्म. गच्छति गच्छतः इति अस्ति चेत् तस्य चित्तः गच्छताम् इति भवति, गच्छताम् इति भवति. भवती न शृणोति एव पुनः, सकारस्य एव तत्र आदेशः भवति खलु, तदा कथं रूपं भवति, प्रत्ययः किं भवति? तताम् इति भवति खलु. इति दोषाय भवति. तदर्थमेव अन्यसूत्रम् अस्ति अनेकाश्च सर्वस्य. अस्तु अस्तु, कुत्र कार्यं भवति इत्यस्य प्रथमं सामान्यसूत्रमस्ति यदि सूत्रे न उक्तमस्ति चेत्. सूत्रे उक्तमस्ति चेत् अलोन्तस्य वा अनेकांश सर्वस्य वा निश्चव अस्य कस्यापि प्राप्तिः एव न भवति. ओन्ली कम्स् इन् वेर् सूत्र डजन् सामान्यते किं भवति स्म अलोन्तस्य इति कार्यं भवति. तु यदि आदेशः चित्वा अनेके आदेशे अनेके अल्वर्णाः सन्ति चेत् पूर्णादेशः भवति. तदनन्तरं यदि नित् अस्ति चेत् अन्त्यस्य पुनः अन्त्यस्य एव आदेशः भवति. यद्यपि अनेकाल् तातङ्ग् इति आदेशः अस्ति खलु, सः आदेशः यद्यपि अनेकाल् वर्तन्ते तथापि तातङ्ग् इति पुनः अपवादः अस्ति. तद् त्यजामः. अन्यत् उदाहरणं स्वीकुर्मः यत्र नित् अस्ति. तत्र पृष्ठभू बहु इट्स् वेरि नोयिसि फ्रोम् समबडि ऐ डोण्ट् नो फ्रोम् वेर् नाट् फ्रम् महोदय प्रश्नः अस्ति. भवान् उक्तवती येन उक्तस्य अनन्तरम् अन्यसूत्रम् अलोन्तस्य इति द्वयो अपि अन्तिमवर्णः. आम् महोदय, सूत्रस्य प्रसक्तिः विमलभगिनी भवत्याः कृतापि एव न महोदय. अहं मम प्रश्नः अस्ति अत्र अलोन्तस्य इति सूत्रं मात्रं पर्याप्तं नास्ति वा येन उक्तदन्तस्य इति अपि वक्तुं. प्रथमं तत्र प्रथमं सूत्रस्य एव तत्र आगमनं भवेत् खलु. प्रथमं सूत्रस्य प्रसक्तिः भवेत् खलु. प्रसक्तिः प्राप्तिः च भवेत् खलु. प्रसक्तिः वक्तुं येन विदुस्तदन्तस्य इति सहायं करोति परिभाषासूत्रम्. तत्र अधुनैव वयं तत्र अहं वदामि इयङ् इति प्रतिमेव वयं स्वीकुर्मः. इयङ् इति प्रत्ययस्य इतस्य इति कार्यम् अस्यूम् दट् इयङ् इस् परस्मैपदि प्रत्ययः. नौ परस्मैपदि प्रत्ययः इयङ् इति. अधुना इतस्य इत्यस्य कार्यं भवति वा इति प्रश्नः न भवति. ईवन् दो देर् इस् अ द इस् ओन्लि इन् द स्टार्टिङ्ग् रैट्. आदौ एव अस्ति खलु, न तु अन्ते. इ इति भवति खलु. इयङ् इत्यस्मिन् ङकारस्य लोपः भवति. इकारः यकारः अवशिष्यते. अधुना इकारः कुत्र अस्ति? आदिमवर्णः अस्ति. तदा तु इतश्च इत्यस्य प्रसक्तिः भवति वा अस्ति चेत् न भवति. अवगतं वा महोदय? परन्तु मम प्रश्नः अस्ति येन विधि तदन्तस्य इस् रिक्वैर्ड् टु अण्डर्स्टाण्ड् where the sutra is applicable. Aha. Where lopadeshaha happens or where adeshaha happens is decided by alontasya or anekalshut sarvasya or nitya. But where the sutra itself is applicable is determined by yena vidhisthadantasya. Asumad. Yeah, it is confusing. I also used to get confused because येन विधिस्त अन्त्यस्य इति कथनेन पुनः अलोन्त्यस्य इति कथनस्य आवश्यकतास्ति. आदेशः इति न उक्तमस्ति. सूत्रस्य तत्र पतनं भवति वा इति एव अत्र विवक्षा अस्ति. येन विधिस्तदन्तस्य इति येन प्रकारेण विद्यते तदा तदेव अर्थः वा कारणेन इति चिन्तयन्ति विधीयते इति. अत्र तदन्तस्य हेतुना एव विधीयते, न तु आदौ अस्ति चेत् न भवति. तदन्तस्य हेतुना एव विधीयन्ते. अस्तु महोदय, धन्यवादः. भगिनि मम प्रश्नः इट् मीन्स् येन प्रदस्य इति सूत्रेण एव अत्र प्रसक्तिः तावदेव कार्यं न भवति वेर् द आदिश हेपन् इस् डिटर्मैन्ड् बै इन् रेस्ट् आफ् द अलोन्तस्य अनेकाल्शतसंसर्गस्य इति सर्वं दट्स् फर् द एक्चुवल् आदेशः बट् जस्ट् फार् द सूत्र टु बि अप्लिकबल् टु बि अप्लैड् वेदर् इट् इस् इवन् हेविङ्ग् अ प्रसक्तिः अप्राप्तिः प्रसक्तिः द प्रसक्तिः इट् इस् डिटर्मैन्ड् बै एन विधि स्टुडेण्ट् धन्यवादः परनिमित्तं पूर्वनिमित्तं सर्वं भवितवती तदनन्तरं स्थानिनः निमित्तमपि अस्ति स्थानि इत्यस्य कश्चन इट् हेस् टु साटिस्फै कण्डीशन् रैट् स्थानि कीदृशः भवेत् इकारान्तः इति ह्रस्व इकारान्तः इति येन विधिस्तदन्तस्य इति प्राप्नुमः येन विधिः इतश्च इति विधिः तदन्तस्य इकारान्तस्य एव भवति अस्तु महोदय धन्यवादः भगिनि मम परन्तु अलन्तस्य अन्तिमवर्णः एव तानि तत्र तानि आदेशस्य कार्यमस्ति आदेशः इति षष्टिस्थाने इति अनुवृत्तिः अस्ति अलः अन्तस्य षष्टिस्थाने अलः अन्तस्य कश्चन आदेशः निच्च इत्यपि नपि तदेव षष्टिस्थाने अलहन्तस्य नित् अस्ति चेत् तत्र आदेशः पुनः षष्टिस्थाने अनेकाल् वा षित् वा भवति चेत् सर्वस्य आदेशः इति वदति षष्टिस्थाने षष्टिस्थाने इति अनुवृत्तिः भवति अत्र त्रयाणामपि भगिनि मम प्रश्नः अस्ति अनेकाश्चित् सर्वस्य इति सूत्रे दलद्वयमस्ति अनेकाल् भवे वा चित् भवेत् इति अस्ति तद् सत्यं भगिनि आम् आम् अस्माकं कृते केवलम् अनेकाल् एव अस्ति तस्ताम् इति तस्य समीपां चित् इत्यस्य तु वयं पूर्वं पठितवन्तः अत्र प्रायः किम् अस्ति शित्यस्य उदाहरणानि अस्माभिः पठितं कुत्रपि शत्र वा शानश्चत्र सर्वलोप भवति न जान इदानीं न स्मरामि न अनेकशित्य यत्र अस्माकं किम् अस्ति शप् शन् इत्यपि अनेपूर्ण तत्र ज्योत्यादिगणे वा इति तच्छित् अस्ति न शप् जशसोः शी इति अस्ति खलु नपुंसकलिङ्गे बहुवचने झस् वा शस् वा अस्ति चेत् शी इति भवति खलु तादृशी इति आदेशः अधुना षित् अस्ति इति कृत्वा पूर्णादेशः भवति अस्तु यद्यपि शी इत्यस्य शी इति आदेशः पूर्ण यद्यपि केवलम् एकः एव वर्णः अस्ति खलु इति एव वर्णः अस्ति शी इत्यस्मिन् चकारस्य लोपः भवति इति एव अवशिष्यते यद्यपि एकः एव अस्ति वर्णः अस्ति षित् अस्ति इति कृत्वा पूर्णादेशः भवति अस्तु धन्यवादः धन्यवादः भगिनि अन्यप्रश्नः अस्ति वा अस्मिन् तत्र येन विधिस्तदन्तस्य अनेकाश्चित् सदस्य इति उभयोः तत्र स्पष्टं वा आदेशस्य विषये तु त्रीणि सूत्राणि सन्ति सामान्यसूत्रं यत्र सूत्रे न उक्तं चेत् सामान्यसू परिभाषासूत्रम् आगत्य सहायं करोति तत्र अलोन्तस्य इति अपि केचन वदन्ति येन विधि तदन्तस्य सदा विशेषण एव आगच्छति अङ्गस्य इति भवति वा विशेषणविशेष न स्मरामि किन्तु इति केचन वदन्ति इति येन विधि तदन्तस्य विशेषण कथम् इत्युक्ते इकारान्तस्य अङ्ग तत्र इतः परस्मैपदस्य तु इतः इति विशेषणं भवति न परस्मैपदस्य प्रत्ययस्य तत्र तु इतश्च तत्र परस्मैपदस्य इति सम्बन्धषष्टि इति उक्तवन्तः खलु न इतः परस्मैपद इतः इति इत्यस्य विशेषणम् अस्ति न सो इत्तः इति येन विधि तद्वचस्य अनेन यत् इत्तः अस्ति परस्मैपदी प्रत्यये इति अन्ते अस्ति न तु तस्य मध्ये आदौ अस्ति न न न तथा नास्ति भगिनि अत्र पश्यतु इतश्च इति पश्यामः चेत् साक्षात् कुत्र साक्षात् स्थाने कः अस्ति परस्मैपदी इति इतः इत्यस्य विशेषणं नास्ति परस्मैपदी इति इत्यति भागः इत्यति यः अस्ति सः तु तत्र अन्तिम इकारः अस्ति तेन विधि सदन्तस्य इति उक्तवन्तः खलु सः तु अवयवी भवति खलु अत्र तु अवयवी अवयवसम्बन्धः अस्ति परस्मैपदी प्रत्ययः अस्ति परस्मैपदी प्रत्ययस्य इकारान्तस्य अङ्गस्य इति भवति अत्र इकारः तु अन्ते भवति खलु तर्हि अवयवी सम्बन्धः अस्ति अत्र अत्र विशेषणम् इति किं वदति इत्युक्ते न केवलं इकारस्य किन्तु इकारान्तस्य अपि इति अस्तु केवल इकारः इति अस्ति चेदपि कार्यं भवति सूत्रस्य प्रसक्तिः भवति केवल इकारस्य अपि स्वीक्रियते इकारान्तस्य अपि स्वीक्रियते इति इति अस्ति किन्तु वर्गे वयम् उक्तवन्तः यतः इति परस्मैपदस्य विशेषणं वयं द्वयं वक् लस्य अपि विशेषम् अस्ति ङित्त इत्यस्य विशेषणं भवति द्वयम् अस्ति परस्मैपदस्य इति प्रत्ययस्य विशेषणं विशेषणम् अस्ति न तु किन्तु इतः अपि परस्मैपदस्य विशेषणम् अस्ति न इतः इति अवयवसम्बन्धः यदि पश्यामः चेत् कस्य लोपः भवति अत्र लोप इत्यस्य लोपः भवति इतः इतः एव तर्हि इतः विशेषं भवेत् कीदृश इत इत्युक्ते परस्मैपदस्य लस्य लस्य लस्य इतः भवति खलु कीदृशः इतः परस्मैपदस्य इतः इति अत्र वदामि परस्मैपदस्य प्रत्ययस्य एकः भागः अस्ति इतः इति भागः अस्ति चेत् अवयवी अस्ति चेत् तस्य इति येन विधिस्वदन्तस्य किं वदति तादृशी अवयवः आदि आदौ भवति वा मध्ये भवति वा अन्ते भवति वा चेत् अन्ते एव भवेत् इति येन विधिस्वदन्तस्य यथा वयम् इकः अङ्गस्य गुणः सार्वधातुके आधातुके इत्यत्र अत्र कस्य गुणः इत्युक्ते इकः इकः इति विशेषणम् अङ्ग इति विशेषम् इति अस्ति तथा एव अत्र इतः इति विशेषणं परस्मैपदे इति विश न न न तथा न न भवति इतः एव विशेषं खलु कस्य लोपः इत्युक्ते इतः लोपः इतः इत्येव विशेषम् अस्ति अस्तु अपि च रेखाचित् सर्वस् एकनिमिषं भगिनि रेखाचित् सर्वस्य इति उक्तं तत्र आदेशः अनेकाल् भवेत् अथवा षित् आदेशः भवेत् षित् षित् परं परे नास्ति षित् आदेशः अपि आदेशे षित् अस्ति चेत् उदाहरणार्थमेव उक्तमस्ति जशस्य सोषि इति अस्मिन् षि इति आदेशः जायते तत्र शप्स्थाने शन् भवति खलु आदेशः अस्ति अस्तु शप शपः आदेशः श्यन् अस्तु शपस्थाने शन् इति नास्ति तद् बाधित्वा शप बाधित्वा शन् आगच्छति दशशसो सि षि इत्येव तत्र उचित अस्तु भगिनि धन्यवादः अस्तु सूर्यकुमारी भगिन्याः प्रश्नः आसीत् हा भगिनि विकरणप्रत्ययः स्थित् अस्ति आधिक्येन तत्र अपि उदाहरणे सन् या अनेकाल् अस्ति खलु तत्र तत्र तु तत्र किमस्ति तत्र तिंशित् सार्वधातुकम् इति कृत्वा तस्य कृते षित् अस्ति अनेकाल्षित् सर्वस्य इत्यस्य नास्ति किमर्थम् इत्युक्ते अत्र शप् स्थाने कस्यापि स्थाने विकरणप्रत्ययः न आगच्छति खलु मध्ये आगच्छति कस्यापि स्थाने भवति वा स्थाने अस्ति वा तत्र विकरणप्रत्ययस्य सूत्रं किम् अस्ति कर्तरि सप् सप् सप् स्थाने विक्रण कर्तरि शप् इत्यस्मिन् स्थाने किमपि अस्ति वा? स्थाने नास्ति. एकवारं पश्यामः. कर्तरि शप् इत्यस्मिन् कर्तरि इति सप्तमी अस्ति, इत्युक्ते कर्तरर्थे इति, कर्तरर्थे कर्तृकर्तृर्थे विवक्षायाम् इति अस्ति. तदनन्तरं क्षम्यतां, कर्तृप्रत्यये परे इति, सार्वधातुके कर्तृप्रत्यये परे सार्वधातुके कर्तरि इति तत्र सप्तमी अस्ति. धातोः इति पञ्चमी अस्ति, तर्हि अत्र स्थानी एव नास्ति, साक्षात् षष्टिः नास्ति. आम् आम्, षष्टिः नास्ति. विकरणप्रत्ययानां तु आगमः भवति खलु. तत्र किमर्थं तत्सर्वं षित् इत्युक्ते किञ्चित् सार्वधातुकम् इति, सार्वधातुकसंज्ञाविधानार्थं षित् अस्ति तत्र, तावदेव. आदेशः नास्ति. आं भगिनि, स्थाने आवश्यकता अस्ति, आदेशः अपि आवश्यकता अस्ति खलु. किञ्च अनेकाल्षित् सर्वस्य सूत्रे अनेकाल्षित् सर्वस्य इत्यस्मिन् स्थाने षित् अस्ति चेत् सर्वस्य स्थाने भवति इति. आदेशः षित् अस्ति चेत् सर्वस्य भवति इति, केवलं तत्र आदेशस्य विषये अस्ति. प्रथमस्य अनेकाल् आदेशः षित् आदेश च सम्पूर्णस्थानिनः स्थाने विधीयते. आदेशः अस्ति इति केवलम् आदेशस्य कृते अस्ति. तत्र तत्र किमस्ति, अलोन्तस्य अनेकाल्षित् सर्वस्य निच्च आदेहे परस्य इति चत्वारि सूत्राणि आदेशस्य कृते अस्ति. आदेहे परस्य इति अस्ति यत्र यत्र अलोन्तस्य इति किं वदति, अन्तिमस्थाने आदेशः भवतु इति, अन्त्यवर्णस्य आदेशः नियमयति. किन्तु आदेहे परस्य किं वदति, यदि निमित्तं पञ्चम्या अस्ति चेत्, पूर्वमस्ति चेत्, तत्र तु आदिमवर्णस्य भवति इति आदेहे परस्य इति सूत्रं वदति. पूर्वं कर्तरि शप् इत्यत्र सार्वधातुके कर्तरि प्रत्यये परे इत्युक्ते सप्तम्यन्तमस्ति खलु, तेन कारणेन शप् तस्य तस्य पूर्वमायाति, सार्वधातुकप्रत्ययस्य पूर्वमायाति. स्थानेन उक्तं धातोः इति पञ्चमी अस्ति, सार्वधातोः धातोः परः. आम् आम्, तत्र पञ्चमी सप्तमी अस्ति, तर्हि कुत्र भवति, मध्ये भवति, मध्ये भवति. आम् आम्, तत्र किन्तु आदेशः नास्ति खलु, कस्यपि कस्य स्थाने अपि आदेशः भवति वा न, आगमः इति वक्तुं शक्नुमः किम्? इति आगमः अपि नास्ति, आदेशकार्यमपि नास्ति, लोपकार्यमपि नास्ति, किमपि नास्ति, किमपि नास्ति, मध्ये आगच्छतु. अस्तु, अग्रे गच्छामः. भगिनी, मम प्रश्न अन्ते अन्ते कुर्मः किम्? अन्यप्रश्नः अस्ति वा? न न न, यदा यत् मया प्रेषितम् ईमेल् द्वारा, एतदेव भवत्या पृष्टं खलु. न न, येन विधिस्तदादौ अल्ग्रहणे इति, येन विधिस्तदाव. आं भगिनि, तद् अनन्तरं तद् न अवगतम्. तदन्ते कुर्मः, अन्ते कुर्मः. अस्तु अस्तु भगिनि. अत्र सूर्यकुमारी भगिनी, भवती वक्तुमिच्छति वा भगिनी? परस्मैपदीनां तत्र झोन्तः इति भगिन्या प्रतिपादितं, तदनन्तरं किमस्ति, झोन्तः इति कार्यं कृत्वा भगिनी पूरयतु वा विमला भगिनी, झि इत्यस्मिन् क्षम्यतां भगिनी, इतश्च इति उक्तवती खलु, समीचीनं. हा, सूर्यकुमारी भगिनी, झोन्तः इति वदति वा भगिनी, तत्र झि प्रत्यये किं किं कार्यं भवति इति. सूर्यकुमारी भगिनी म्यूटेड् अस्ति भगिनि. आं भगिनि, क्षम्यतां. जो अन्तः तत्र अवय जि प्रत्ययस्य अवयवस्य जकारस्य स्थाने अन्तादेशः भवति. अनन्तरं इ अस्ति जि जि जि प्रत्यये जकार इकार अस्ति जकारस्थाने अन्तादेशः भवति इतच्च इत्यनेन इकारस्य लोपः भवति अन्त् भवति तत्र संयोगान्तस्य लोपः इत्यनेन तकारलोपः भवति अन्तिम रूपम् अन् एव तदेव भगिनि जो अन्तसूत्रे अनुवृत्तिसहितसूत्रम् अङ्गस्य प्रत्ययस्य जः अन्तः न पूर्णप्रत्ययस्य स्थाने जकार जि अस्य अङ्गस्य जकारस्य स्थाने अन्त आदेशः भवति इति सारांशः भगिनि संयोगान्तस्य लोपः अपि पठामि वा एकनिमिषं भगिनि हा पठतु भगिनि कृपया संयोगान्तस्य लोपः तत् यस्य पदस्य अन्ते संयोगः अस्ति तस्य पदस्य अन्तिमवर्णस्य लोपो भवति तत्र अपि अलोन्तस्य इति सूत्रम् आवश्यकता अस्ति अनुवृत्तिसहितसूत्रं संयोगान्तस्य पदस्य लोपः अन्तिमवर्णस्य एव लोपः भवति न तु पूर्णस्य यदा पूर्वम् उक्तम् तत्र तकार अन्तिमवर्णः अलोन्तस्य इत्यनेन तकारलोपः भवति न तु अन्यवर्णः तत्र निमित्तानि पदस्य पदमावश्यकं हल्वर्णसंयोगः आवश्यकता अस्ति अन्तिमवर्णः लोपः भवति धन्यवास्मि भगिनि धन्यवास्मि भगिनि क्षम्यताम् आम् अग्रे गच्छामः वा तस्य समीपां तान्तं तामः इति स अरुणा भगिनी वक्तुमिच्छति वा भगिनि अस्ति भगिनि हस् हस् तामिपां तान् तान् तन् पत्ताम् हस् हस् तामि नित्सु लकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण तां तं ता आम् एते आदेशः तस्य तश्च यश्च तश्च मित् च तेषाम् इतरेतरद्वन्द्वः तस्थस्थ मिपां निपः तेषां तस्थस्थ मिपां तां च तं च तश्च अं च तेषाम् इतरेतरद्वन्द्वः तान् तान् तं तां सा अं तस्य तस्थस्थं निपां षष्ट्यन्तं तान् तं तामः प्रथमान्तं द्विपदमिदं सूत्रं नित्यं नितः इत्यस्मात् नितः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं नित् लस्य तस्थस् निपां तां तत् तम् सूत्रं वदति वयं जानीमः तस् मध्यं प्रथमपुरुष बहु द्विवचनं मध्यं पुरुषद्विवचनं बहुवचनं उत्तमपुरुष प्रथम प्रथमं प्रत्ययाः थस् थस्थमिपम् लित्सु लित्सु लकारेषु वचनेन लङ् लिङ् इत्यादिषु एतेषां प्रत्ययानां स्थाने क्रमेण थां थं त आम् इति आदेशः भवति इति अनुवर्तसूत्रसूत्रं वदति नितः लस्य तस्थस्थमिपां तान् तन् तामः इति पर् उदाहरणम् अत्र दत्तं थस् थस् तस्थस्थमिपां तान् तन् ताम् इत्यनेन नित्सु लकारेषु थस् इत्यस्य स्थाने ताम् इति आदेशः थाम् एवमेव थस् स्थाने तस् थस् थामिपां तान् तन् तान् थत् ताम् तम् आदेशः भवति थकार अस्ति चेत् तथा भवति उपप्रणथा भवति मिप् अत्र अम् आदेशः भवति धन्यास्ति भगिनि तत्र यत्र यत्र तस्थस्तमीपां तान्तं तिप् तस् जि इत्यस्मिन् तस् इत्यस्मिन् भवति थस्त अनन्तरं मिप् इति अस्तु भगिनि धन्यास्मि अग्रे नित्यं युतः इति वदामः वा मणिमहोदय करोतु वा नित्यं सूत्रं सूत्रं वदति पठामि वा सारांशं नित्यम् एतत् सूत्रं वदति उत्तमपुरुष सकारान्तस्य नितुलकारेषु एव लोपो भवति इति सर्वत्र नितुलकार लङ्लकार वा लुङ् लिङ् इति सर्वत्र उत्तमपुरुषस्य सकारस्य अन्तिमसकारस्य एव लोपो भवति इति अलन्तस्य एनवन्त महोदय किम् उक्तवती एनवन्तस्य अत्र छात्र सम्यक् उक्तमस्ति येन विदितेन सकारान्त इत्यर्थः इति भवान् तदेव उक्तवती किल आम् महोदय अन्ते सकारः इदश्चेत् इत्यनेन इकारः अन्तिम इकारः अत्र सर्व सकारः इति तदेव आदिमवर्णः वा मध्यवर्णः वा अन्तिमवर्णः वा इति उक्तवती किल भवान् तदेव नित सः इति अनुवृत्तिः आगच्छति तर्हि सः इत्यनेन सकारान्तस्य अस्य सूत्रस्य प्रसक्तिः भवति सकारान्तस्य प्रत्ययस्य अयं अस्य सूत्रस्य प्रसक्तिः भवति सूत्रं किमपि वक्तुं चेत् वदतु महोदय न न भवान् वदतु महोदय मया नित्यं द्विपदं सूत्रं नितः षष्ट्यन्तम् अत्र नित्यं द्वितीयान्तं क्रियाविशेषणं तस्य अर्थं न जानामि नित्यं क्रियाविशेषणमस्ति खलु द्वितीयविभक्त्यां किमर्थं दत्तमस्ति क्रियाविशेषणमिति नित्यम् अस्माभिः लोपः क्रियते इति करणीयम् इति शीघ्रं गच्छति मन्दं गच्छति इति वदामः खलु तत्र द्वितीयविभक्त्यां भवति किमर्थं द्वितीयविभक्ति इति सामान्यतया तत्र क्रियाविशेषणानां द्वितीयविभक्तिः इति नियमः अस्ति परिभाषा तत्र धन्यवादः इतः लस्य सकारः उत्तमपुरुषस्य नित्यं लोपः तदेव स्थाने अन्तिमसकारः लोपः भवति मत्स्थाने सकारलोपो भवति अतः अम् वा म इति रूपाणि भवन्ति उत्तमपुरुषे अन्य अत्र प्रश्नः अस्ति, पठामि वा? अत्र प्रश्नः उदयति यत् अस्मिन् सूत्रे नित्यं किमर्थम् उक्तम्? नित्यम् इदः इत्यस्मात् पूर्वं सूत्रं 3496 तमे सूत्रे प्रथमं पदम् अस्ति वा? ओ वैदान्यत्र वा एव अन्यत्र अग्रिमवयोः द्वयोः सूत्रयोः अपि तस्य अनुवृत्तिः प्रवर्तमाना, अधः वा शब्दः अनयोः सूत्रयोः अनुवृत्तिः स्यात्, किन्तु नित्यम् इदः इत्यनेन यकार यः सकारः लोपविदः सः वैकल्पिकः नास्ति, अधः वा इति अनुवृत्ति स्थगितुं नित्यशब्दः अत्र प्रयुक्तः. अत्र कार्यं वैकल्पिकः नास्ति इति सूचयितुं नित्यम् इत्यस्य प्रयोगः कृतः. अवगतं महोदय. नितः नित्यम् इति किमर्थम् अत्र दत्तमस्ति चेत् पूर्वसूत्रं 3497 98 अत्र वा इति शब्दः अस्ति, परन्तु नित्यम् इति सूत्रे 99 सूत्रे वा इति नास्ति, अतः नित्यमेव भवति इति कृत्वा नित्यम् इदः इति शब्दः भवति इति नित्यं इति शब्दः प्रयुक्तः अस्ति अत्र. अस्ति तदेव महोदय. आं महोदय, महोदय तत् अवगतं खलु महोदय. नित्यम् इत्यस्य लोपः इति नित्यः लोपः नित्यः इति विशेषणविशेषभावमपि स्वीकृत्य कर्तुं शक्यते स्म पाणिनिः, किन्तु तथा न कृतवान्. नित्यम् इति किमर्थं नपुंसकल् तत्र नपुंसकलिङ्ग इव भाति खलु, भासते नित्यमिति, किन्तु तथा नास्ति. अत्र तु क्रियाविशेषणमस्ति इति कृत्वा नपुंसकलिङ्गे द्विवचने भवति, द्वितीयविभक्त्यां भवति. क्षम्यतां, शीघ्रं नित्यं नित्यं करोति इति वदामः खलु, सः सन्ध्यावन्दनं नित्यं करोति इति वदामः. इति अव्ययः नास्ति, अव्ययः नास्ति न, त्रिषु लिङ्गेषु भवति नित्यं नित्या नित्यं क्रियाविशेषणं, किन्तु तत्र आम् तत्र नित्यः नित्या इति सर्वं भवति, किन्तु अत्र क्रियाविशेषणं नित्यं नपुंसकलिङ्गे द्विवचने भवति, द्वितीया विभक्त्यां भवति इति कृत्वा. उदाहरणार्थं सः तु नित्यं सन्ध्यावन्दनं करोति, नित्यम् इति वदामः, नो चेत् नित्यं तत्र तेन नित्यं पाठः पठ्यते इत्यपि तत्र क्रियाविशेषणं नित्यमिति, शीघ्रं पठ्यते नित्यं पठ्यते इति अव्ययं न भवति वा भगिनि? अव्ययं नास्ति भगिनि, तत्रैव द्वितीया विभक्तिः विभक्तिरूपम् अस्ति खलु नपुंसकलिङ्गे, तत्र वार्तिकम् अस्ति क्रियाविशेषणस्य नपुंसकलिङ्गे द्वितीया विभक्त्यां प्रयोगः इति. ओके, तर्हि इफ् यु यूस् द टर्म् नित्यं, तत्र क्रिया भवेत् किं तस्य पश्चात्? नित्यं लोपः क्रियते इति, नित्यं लोपः क्रियते इत्युक्ते क्रिया स्यात् तस्य परं, नित्यम् इति क्रियते इति क्रिया अस्ति खलु, लोपः क्रियते अस्तु अस्तु अस्तु, तत्र किमपि नास्ति खलु. अग्रे गच्छामः वयम्, अग्रे गच्छामः. सरला भगिनी भवती वक्तुम् इच्छति वा भगिनी आत्मनेपदीनां विषये? आत्मनेपदी इति तस्मात् पूर्वम् अतो गुणे इति वक्तव्यं खलु, अतो दीर्घो इङि अतो गुणे इति, तदपि यथा वयं सर्वाणि सूत्र आदेशा वदामः तदानीं वदतु भगिनि. अस्तु अस्तु, आहत्य वयं जानीमः त्रीणि मुख्यसूत्राणि सन्ति, इतश्च अन्येन ति प्रथमपुरुषे एकवचने ति, बहुवचने झि, मध्यमपुरुषे एकवचने सि, तेषां तपरकरणमस्ति इत्यस्य अन्ते इकारस्य लोपः भवति. द्वितीयसूत्रमस्ति तस्तस्थं मिपां, तेषाम् आदेशः भवति तां तं तातं तमः, इति तत्समीपां तान् तान् तामः इति आदेशाः भवन्ति यथा संख्यमनुदेशम् इति सूत्रेण परिभाषासूत्रेण क्रमेण भवति तस् स्थाने तां थस् स्थाने तं थ स्थाने त मित् स्थाने अम् इति आदेशाः भवन्ति नित्यं मित् इत्यनेन वस्मस् यति उत्तमपुरुषे द्विवचने बहुवचने सकारस्य लोपः भवति इति यथा नवभिक्तो सुस्मायशि निषजते इत्यस्य अपवादत्वेन आगच्छति तु इदानीं प्रत्येक प्रत्यय स्वीकृत्य कृत्य केन सूत्रेण सिद्धतिङ् प्रत्ययमित्लकारेषु भवति इति वदामः टिप् इति अस्ति तपकारस्य हलन्त्यनेन लोपः भवति ईकारस्य इतश्च अनने लोपः भवति तकार एव शिष्यते तस् इति द्विवचने प्रथमपुरुषे तस् तस् थस् निपां तान् ताम् अनेन अनेकाश्चित्तस्य अनेन परिभाषासूत्रेण ताम् इति आदेशः आगच्छति ताम् इति सिद्धति कृत्य भवति जी स्थाने झोन्त इति सूत्रमस्ति झकारस्य स्थाने अन्त आगच्छति इकारस्य लोपः भवति इतश्च अनेन सो अन्त अस्ति तदनन्तरं संयोगात्यस्य लोपः अनेन तकार यत् अन्ते अस्ति हलो अन्तर इति संयोग इति सूत्रेण हलो अन्तर इति संयोगः भवति सो तत् तकारस्य लोपः भवति अन् अवशिष्यते सो प्रथमपुषे बहुवचने अन् इति भवति सिद्धतिं कृत्य मध्यमपुषे एकवचने सिप् पुनः इकारस्य इतश्च लोपः पकारस्य हलन्त्यस्य अनेन लोप संज्ञा तस्य लोप सकार अवशिष्यते हस् इति तस्थस्थं निपां तां तां पुनः अनेन क्रमेण तत्र तम् आदेशः भवति तत्र थ यत् अस्ति मध्यमपुषे बहुवचने तस्थस्थं निपां तान् तान् तं ताम् अनेन तकार त क्षम्यतां त आदेशः भवति मिप् यत् अस्ति यथा पूर्वम् उक्तं भवत्या यतोहि इतश्च हलन्त्यस्य च प्रसक्तिः अस्ति पर प्राप्तिः नास्ति अपवादत्वेन तस्थस्थं निपां तान् तान् तान् तन् ताम् इत्यस्य प्रसक्तिः भवति प्राप्तिः अस्ति अपवादत्वेन अपि वयं यथा गतसप्ताहे उक्तवन्तः प्रतिपदोक्तत्वात् अम् आदेशः भवति तत्र अम् इति सिद्धतिं कृत्य भवति वस् इति अस्ति नित्यङ्गित् अनेन सकारस्य लोपः भवति व अवशिष्यते मस् इति उत्तमपुरुष बहुवचने सकारस्य नित्यं अस्य अनेन लोपः भवति म इति अवशिष्यते इति अस्ति वयं जानीमः ध्येयम् इत्यश्च थस् थस् इति वयम् उक्तवन्तः आदेशः कथं भवति इति परस्मैपदी धातूनां ङित् लकाराणां सिद्धतिं प्रत्यासि त ताम् अन् स तं त अम्ब इति लकाराः सन्ति किन्तु ये सामान्य लकार सिद्धतिं प्रत्या वयं वदामः ङित्सु लकारेषु यतो हि लङ् इति स्वीकृत्य अस्ति किन्तु सर्वेषु लिङ् ङित् लकारेषु एते सिद्धतिं प्रत्या सन्ति तदनन्तरं विशेषकार्यं यत्र भवति तत् करणीयम् अथवा अस्माकं प्रकृतपाठः अस्ति लिङ् लकार लिङ् लकार वयं पूर्वं सूत्रं दृष्टवन्तः लिट् अस्ति अनेन लृ इति अनेन लृट् लिङ् इति द्वयोः स्वीकृतम् अस्ति तत्र स्य इति प्रत्यय आगच्छति तो स्य प्रत्यति विकर्णप्रत्यय भवति तत् आदौ आगच्छति सो इति योजनीयं भवति. सो आहत्य परस्वैपदी धातूनां लिङ्लकारस्य सिद्धिङ् प्रत्ययः भवति. स्यत् स्यतां स्यन् स्य स्यतं स्यत स्यं स्याव स्याम. इदानीं ये कानि विशिष्टसू कार्यं भवति यथा वयं स्य योगत्वकार कोऽपि कार्यं न भवति. स्यताम् अत्रापि वर्णमिलनमस्ति. स्य योग अन् अत्र स्यान् भवेत् किन्तु इति न भवति. अतोगुणे इति सूत्रेण पूर्वपरयोस्थाने पररूप आदेशः भवति. इति सूत्रस्य प्रसक्तिः प्राप्तिः भवति. स्यान् इति भवति यत्र स्यम् अस्ति उत्तमपुरुषे एकवचने तत्र अपि अतोगुणे इत्यस्य भवति कार्यं. मध्यमपुरुषे एकवचने स्य योगस्य सकार यच्छसि तत्र ऋत्वविसर्गो ससजिशोरुः तदनन्तरं खरवसन विसर्जनीय इत्यस्य कार्यं भवति. तो तत्र स्यः भवति. अपि स्य योगव तत्र स्य योगम उत्तमपुरुषे तत्र अतो दीर्घोञ् इति सूत्रं कार्यं करोति. अनेन यत् अदन्त अङ्गं पूर्वम् अस्ति तस्य आत्वं भवति अतो ञै परे ञै परे इति सूत्रं पठामि. कोऽपि अन्य पठति वा न भगिनि? अजन्तं नास्ति भगिनि, अदन्तं खलु अदन्तमङ्गम् इति भवती पूरयतु भगिनि. तदनन्तरं पुनः तत्र यदा वयं यस्मिन् विदित येन विधिस्तदादवल्ग्रहणे तस्मिन् विषये किञ्चित् वक्तव्यम् आसीत्, भवती पूरयतु तदनन्तरं. अतो दीर्घो ञै इति अस्ति. अदन्त अङ्गस्य दीर्घत्वं ञ्ञादि सार्वधातुके प्रत्यये परे ञै प्रत्याहारे यवरलङ्गनझ इति वर्णा आगच्छन्ति. अथ षष्ट्यन्तं दीर्घ प्रथमान्तं ञै सप्तम्यन्तं त्रिपदमिदं सूत्रं. तुरुस्तु शम्यमः सार्वधातुके सार्वधातुके इत्यस्य अनुवृत्ति अङ्गस्य इत्यस्य अधिकार येन विधि तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते ह्रस्वकार अस्ति अलोङ्क्यस्य इत्यनेन अन्तिमवर्णस्य स्थाने आदेश यस्मिन् विधि तद् आदौ वल्ग्र तत् आदौ अल्ग्रहणे इति वार्तिकम् इत्यनेन ञै सार्वधातुके इत्युक्तौ इति उक्तौ यञादि सार्वधातुके अनुवृत्तिसहितसूत्रम् अत्र अङ्गस्य दीर्घ ञै सार्वधातुके. अत्र ञै प्रत्याहारे वयं जानीमः यवरल ञमन न जब एते वर्णा आगच्छन्ति. अत्र अतो दीर्घो ञै ञै इति भवति परसप्तमी. तस्य आदौ अदन्त अङ्गमस्ति. अदन्तम् अङ्गस्य यः ह्रस्वकारस्य अस्ति ह्रस्व अतः अत्र तपरकरणम् अस्ति इत्यस्य ह्रस्व अकार अस्ति तस्य दीर्घ भवति. ञै इति यत् अस्ति यथा अस्माकं प्रति वस् इति यत् अस्ति व इति अस्ति तत्र सामान्यतया वयं येन विधि तदन्तस्य इति यदि स्वीकुर्मः तर्हि अन्त भवेत्. किन्तु यस्मिन् विधि तत् आदौ अल्ग्रहणे इति अस्ति यत्र विधिः अस्ति इति वस् प्रत्याहारे अस्ति विधिः तत्र आदौ वर्णस्य अस्ति. अत्र वकार अकार इति द्वौ वर्णद्वयम् अस्ति वकार अकार. तु कः वर्ण स्वीकर्तव्यम् अस्ति तत्र यस्मिन् विधिः अस्ति विधिः वकारस्य स्थाने अस्ति कारणति ञै प्रत्याहारे यत् अस्ति वर्ण तत् स्वीकर्तव्यं. तु वकार यत् अस्ति तस्य स्थाने तत्वर्णस्य स्थाने इति तत्वर्ण परे आदौ अस्ति इति स्वीकर्तव्यम् अस्ति अत्र. धन्यास्मि भगिनि. तत्र पुनः भगिनी पृष्टवती खलु, तर्हि मया पुनः एकवारं चर्चे चिन्तितं. क्षम्यतां, ममेव दोषः अत्र अवयव अवयवी इति नास्ति. अत्र तु भवद्भिः उक्तम् इतः परस्मैपदस्य प्रत्ययस्य इतः इति विशेषणमेव अस्ति. तदनन्तरं येन विधिस्तदन्तस्य इत्यनेन एव तत्र किम् अस्ति तत्र परस्मैपदस्य इत्यस्य विशेषणरूपेण यत्र आगच्छति इतः इति तदा तु येन विधिस्तदन्तस्य इत्यनेन तत्र किम् अस्ति यस्य विशेषणस्य भवति विशेषणं भवति तदा तु विधिः तु तत्र विशेषणेन निर्दिष्टं विधिः अस्ति चेत् तदा तु विशेषणं स्वीकृत्यपि भवति तदन्तं स्वीकृत्यपि भवति इति येन विधिस्तदन्तस्य इति सूत्रं वदति. तदनन्तरं स्थाने साक्षात् आदेशः कुत्र भवति इति अलोन्तस्य वदति. तर्हि आदेशस्य कुत्र भवति साक्षात् आदेशः आदौ वा मध्ये वा तत्र परे वा पूर्णतया वा इति अलोन्तस्य तदनन्तरं किमस्ति आदेहे परस्य तदनन्तरं तत्र तु आदौ भवति अलोन्तस्य इत्यनेन अन्ते भवति नितस्य इत्यनेन अन्ते भवति आदेहे परस्य इत्यनेन आदौ भवति कुत्रचित् तदनन्तरम् अनेकांशित् सर्वस्य इत्यनेन सर्वस्य आदेशः अपि भवति इति त्रिविधं भवति आदेशः. तदनन्तरमस्ति अत्र पश्यन्तु जोन्तः इत्यस्मिन् अपि जकारः तु आदिमवर्णः तर्हि अलोन्तस्य इति कार्यं करोति वा अत्र अङ्गस्य प्रत्ययस्य जः अन्तः इति अस्ति खलु जकारः तु आदिमवर्णः तर्हि येन विधिस्तदन्तस्य इति अत्र न सङ्गच्छति खलु. किमर्थं येन विधिस्तदन्तस्य इत्यस्य कार्यं न भवति इत्युक्ते अत्र साक्षात् पश्यन्ति चेत् तत्र तत् सूत्रं कृपया पश्यतु यस्मिन् सूत्रे उक्तं जकार खलु सन्तु किन्तु जकारः तु आदिमवर्णः अस्ति प्रत्ययस्य आदौ अस्ति खलु येन विधिस्तदन्तस्य इत्यनेन प्रत्ययस्य अन्ते जकारः अस्ति चेदेव कार्यं भवेत् विधिः भवेत् किन्तु जकार यत्र न उक्तं तत्रैव येन विधि तदन्त अत्र कुत्र उक्तमस्ति अत्र तु सूत्रे एव प्रत्ययादीनाम् इति स्वीकर्तव्यं भवति महोदयेन अत्र न लिखितं किन्तु अङ्गानां प्रत्ययादीनां जः अन्तः इति भवेत् पूर्वसूत्रम् अस्ति आयनेयीनीयः फट कच्छघां प्रत्ययादीनाम् इति सूत्रात् प्रत्ययादीनाम् इति अनुवृत्तिः आगच्छति सूत्रे एव प्रत्ययस्य आदौ यत् अस्ति तादृशजकारः इति सूत्रे एव उक्तमस्ति इति कृत्वा अलोन्तस्य अदेः परस्य निच्च अनेकांशित् सर्वस्य इति परिभाषासूत्राणां तत्र आवश्यकमेव नास्ति. किमर्थम् इत्युक्ते सूत्रे एव उक्तमस्ति प्रत्यादीनाम् इत्यनेन आदिमजकारस्य इत्येव उक्तमस्ति अत्र साधु वा तदर्थं जोन्तः अनुवृत्तिसहिते आदीनाम् इति आदीना प्रत्यादीनाम् इति स्वीकर्तव्यं. मम प्रश्नः अस्ति भगिनि अत्र इतश्च इत्यनेन झि इत्यत्र स इकारस्य लोः प्रथमं भवेत् खलु तर्हि केवलं झ अवशिष्यते तस्य स्थाने एव अन्तादेशः आगच्छति ई इत्यस्य लोपं कृत्वा एव झ इत्यत्र अन्त आदेशः भवति तर्हि आदिममध्ये अथवा अन्तिमवर्णे इति तत्र प्रश्नः न उदेति यदा झी गच्छति केवलं झकारः अवशिष्यते तस्य झकारस्य स्थाने अन्त आदेशः नास्ति वा इति अवगमनं ड्रापिङ्ग् थिङ्ग्स् एन् एव्रिथिङ्ग् केन् बिकम् एनि वर्ण केन् बिकम् द आदिमवर्ण रैट् अत्र दर्शितमस्ति तत्रापि पश्यतु जोन्तः इति प्रथमं कृत्वा तदनन्तरं महोदय इतश्च इति कार्यक्रमं भिन्नं इति कृत्वा तत्र भवती अनुबन्धलोपानन्तरं स्वीकर्तव्यं किन्तु अत्र इति कार्यं तु अनुबन्धलोपकार्यं नास्ति खलु इकारस्य लोपः नास्ति इकारस्य लोपः अनुबन्ध इकारः नास्ति साक्षात् इकारस्य कार्यमेव भवति विधिकार्यमेव तर्हि किमस्ति ज इस् अन्तिमवर्णः इति आदिमवर्णः अत्रैव प्रत्ययादीनाम् इत्येव अनुभूयते इति कृत्वा इकारस्य प्रत्ययादिजकारस्य लोपः भवति तद्वा आदिः भवति वा अन्तः भवति वा इत्यत्र अलोन्तस्य इति अत्र कार्यं नास्ति. अधुना यथा येन विधिस्तदन्तस्य इत्यनेन सामान्यतया तत् किं भवति इतः परस्य पदस्य इत्युक्तमस्ति खलु तत्र विशेषणरूपेण यत् उक्तमस्ति तस्य तदन्तस्य भवति इति येन विधिः तदन्तस्य इत्यनेन विशेषणेन विधिः यत्र मुच्यते तत् विशेषणरूपेण यत् आगच्छति तस्य अन्तस्य एव तत्र कार्यं तत्र विधिः तत्र क्रियते इति तदन्तस्य विधिः भवति इति उक्तमस्ति तथैव भवत्या यथा अधुना पृष्टम् अधुनैव भगिनी अपि प्रतिपादितं खलु अत्र अस्मिन् सूत्रे अतो दीर्घो यङि इत्यस्मिन् सूत्रे अत्र किम् अस्ति यङि इत्यनेन यङ्यादिप्रत्यये परे इति तत्र निमित्तं सप्तम्याम् अस्ति यत्र निमित्तं सप्तम्याम् अस्ति किन्तु यङि इति किम् अस्ति प्रत्यये इत्यस्य प्रत्यये इत्यस्य विशेषणरूपेण आगच्छति अत्र तु अल्वर्णः अस्ति खलु साक्षात् पश्यामः चेत् अल्वर्णः अस्ति तर्हि यज्ञि इत्येन तत्र परे तत्र परे प्रत्ययः यज्ञिप्रत्ययः इति अस्ति तर्हि प्रत्ययस्य तादृशप्रत्ययस्य आदौ यङ् भवति वा नो चेत् अन्ते यङ् भवति वा इति प्रश्नः उदेति तदा तु अत्र उक्तमस्ति अल्ग्रहणं कृतमस्ति खलु यङि इत्यनेन केवलम् एक एव अल् वर्णः गृहीतमस्ति इत्युक्ते यवरल ञमगणन इति झभ इति अल्वर्णस्यैव अत्र ग्रहणं क्रियते यङि इत्यनेन यस्मिन् इति सप्तम्यां निर्दिष्टमस्ति इत्युक्ते परसप्तमी अस्ति तादृशं भवेत् चेत् विधिः तद् आदौ अल्ग्रहणे इत्यनेन अल्ग्रहणं यत्र क्रियते तत्र तु आदिमवर्णे क्रियते इति इत्युक्ते यकारादीनां क्रियते इति यकारादिप्रत्यये परे वकारादिप्रत्यये परे रेफादिप्रत्यये परे लकारादिप्रत्यये परे ञकारादिप्रत्यये परे मकारादिप्रत्यये परे ञकारादिप्रत्यये परे णकारादिप्रत्यये परे नकारादिप्रत्यये परे झकारादिप्रत्यये परे भकारादिप्रत्यये परे च अतो दीर्घो यङि इत्यस्य कार्यं भवति इति अल्ग्रहणम् यत्र क्रियते यस्मिन् नित्यनेन सप्तम्या क्रियते अल्ग्रहणं तदा तु विधिः आदौ भवेत् इति तत्र ग्रहणं तु आदिमवर्णे तत्र विशेषणम् आदिमवर्णे धन्यवादः भगिनि तावदेव अग्रे आप्तनेपदीनाम् अपि पठनीयं खलु आत्मनेपदस्य अग्रिमे सप्ताहे पठामः वा अधुनैव पठामः वा अस्तु अधुनैव पठामः आत्मनेपदीनां किं जातम् अत्र आतो नितः इति स्वीकृतमस्ति प्रत्याः भवन्ति त आतां झ थास् आथां द्वम् इद् वहि महिम् इति अस्ति आतो नितः इत्यनेन अतः अङ्गात् नितः सार्वधातुकस्य आतो यः इति अत्र किम् अस्ति प्रथमम् अस्ति अदन्तात् अङ्गात् अतः इत्यनेन पञ्चमी अस्ति तर्हि अतः अङ्गात् नितः सार्वधातुकस्य तत्र आतः इति नित्लकाररूपी सार्वधातुकप्रत्ययः यः अस्ति तस्य तत्र तु आत् इति विशेषणमस्ति आत् इत्यनेन कः तत्र आकारः गृह्यते दीर्घाकारः गृह्यते तपरकरणं कृतम् दीर्घ आकारस्य स्थाने इ आदेशः भवति इति अनेन किं भवति आताम् इत्यनेन इताम् इति जायते अत्र एव अस्ति तत्र किम् अस्ति तत्र अत्रापि येन विदित् विदितस्य आदौ ग्रहणं भवति येन विदितस्य इत्यनेन आकारान्तस्य एव भवति तत्र न अत्र तु आदेहे किम् अस्ति सार्वधातुकस्य आतः यः इति उक्तमस्ति तर्हि आकारान्तः अत्र न अपेक्षितमस्ति आताम् इति आताम् आताम् अत्र आकार इति पूर्ववर्णम् अस्ति न आदौ वर्णम् आम् किन्तु तत्र अलोन्तस्य इति न भवति खलु अत्र तु आदेः आदौ ग्रहण इति यस्मिन् विद्धि तदा आदौ अल् ग्रहण इति इत्यस्य परिभाषासूत्रस्य प्रसक्तिः किन्तु यस्मिन् इत्यनेन सप्तमी एव न निर्दिष्टमस्ति खलु अत्र सप्तमी किम् अस्ति आतोनितः इत्यस्मिन् किं वर्णं गृहीतं भवति आकार इति आताम् इति किन्तु आकारः तु आदौ अस्ति तु इति यस्मिन् विधि तद् आदौ अल्ग्रहणं तु इति अनेन आदौ इति कथं येन यस्मिन् तत्र यस्मिन् इत्यनेन सप्तमी भवति खलु सूत्रे सप्तमी एव नास्ति खलु सप्तम्या इति निर्दिष्टम् अल्ग्रहणम् अस्ति तस्यैव आदिमवर्णः इत्युक्तमस्ति अत्र तु तत्र किम् अस्ति अत्र तु तत्र अस्मिन् विधिः अस्ति विधिः आताम् अस्मिन् अस्ति न विधि कुत्र अस्ति आताम् इति यत् प्रत्ययः अस्ति तस्मिन् विधि अस्ति न आकारस्य स्थाने सूत्रे कुत्र अस्ति भगिनि सूत्रे विधि सप्तमी एव नास्ति खलु अतः अङ्गात् ङित् सार्वधातुकस्य आतो इयः आतो इति आतः इति षष्टिः अस्ति खलु षष्टि स्थानी आम् साक्षात् स्थाने उक्तम् अस्ति इति परिभाषा इत्यस्य प्रसक्तिः नास्ति इति भवति सत्यं परिभाषा इति साक्षात् आतः इति स्थानी अस्ति किन्तु आताम् इति अस्ति अस्तु परिभाषस्य आवश्यकता नास्ति प्रथमं तु येन विधिस्तदन्तस्य इत्यस्य कार्यं न भवति इति अवगच्छामः किन्तु कथं वा निवार्यते इति तदनन्तरं पश्यामः किन्तु अत्र तत्र कस्य स्थाने भवति इति अत्र तु आकारः आदौ अपि अस्ति मध्ये अपि अस्ति आ इति अपि अस्ति अनन्तरं तकार उत्तरवति अकारः अपि अस्ति खलु कस्य आकारस्य भवति इति पृच्छामः चेत् आदिम आकारस्य एव भवति इति आदेः परस्य इति सूत्रं वदति अस्तु किमर्थम् इत्युक्ते तत्र यत्र आदेः परस्य इति किं वदति एकनिमिषं स्वीकरोमि आदेः परस्य इति सूत्रं किम् अस्ति निमित्तं निर्दिश्य तस्मात् अनन्तरम् उक्तमस्ति अत्र तु निमित्तं तु अतः अङ्गात् इति पञ्चम्याम् उक्तं तदनन्तरं स्थानि परम् अस्ति स्थानि यत्र परम् अस्ति निमित्तं पूर्वम् उक्तं तदा तु आदिमवर्णस्यैव भवति इति आदेः परस्य इति सूत्रं वदति इति कृत्वा अलोन्तस्य इति न भवति मध्यम मध्ये यत् आकारः अपि अस्ति तस्यपि न भवति तत्र तु सूत्रमेव नास्ति किन्तु आदिम आकारस्य भवति तत्र आदेः परस्य इत्यनेन साधु वा अवगतं किन्तु येन विधिस्तदन्तस्य इत्यस्य कार्यं कथं वा न भवति तर्हि कथं जानीमः आकारः तु आदौ अस्ति खलु इति मम अधुना पश्यामः तत्र अष्टाध्याय्याम् आतोङितः इति सूत्रमस्ति तत्र अनुवृत्ति सार्वधातुके इति सप्तम्यन्तम् अस्ति ऐ डोण्ट् नो वेदर् इट्स् ट्रू करेक्ट् ओर् नाट् विभक्तिपरिणामं कृत्वा अस्माकम् अनुवृत्ते उक्तमस्ति इति भाति परन्तु अष्टाध्याय्यां सार्वधातुके इयः अतः न भगिनि सार्वधातुके इति यत् अस्ति वि केनाट् टेक् इट् अस् इट् इस् नाट् रैट् बिकास् दिस् आताम् इति प्रत्ययः स्वयमेव तत्र पर तत्र प्रत्ययः अस्ति खलु we are not having a different sarvadhatuka pratyaya after the atam only if you have a different shabda which is a sarvadhatuka pratyaya after atam then you can say sarvadhatuke iti parasaptami iti but in this case atam iti eva tatra pratyaya asti kalu there is no sarvadhatuka pratyaya afterwards sarvadhatuka avayava asti pratyaya avayava asti vibhakti parinamam bhavati atra तर्हि अत्र कथं वा येन विधिस्तदन्तस्य तु नास्ति इति अवगच्छामः तर्हि केन सूत्रेण ग्रहणं भवति इति किमपि चिन्तनीयं भवति अत्र अनुवृत्तिसूत्रे स्पष्टः भवति किं भगिनि अनुवृत्तिसूत्रे अतः अङ्गात् इति उक्तं तदेव पर आदिमवर्णः इति अवगतम् पञ्चम्य किन्तु तस्य किमपि भवति खलु तत्र स्थाने इति वयं तत् तदेव आदेः परस्य वदति किन्तु तत्र तत्र पुत्रस्य एव ग्रहणं येन विधि स्थगन्तस्य इति भवेत् खलु तत्र पञ्चम्यन्तमस्ति खलु परकार्यं भवति आदेशस्य विषयः अस्ति खलु पञ्चम्यन्तं यत्र निमित्तम् अस्ति परं स्थानी अस्ति चेत् तत्र तदा तु आदौ भवति इति आदेः परस्य इति आदेशस्य कार्यमस्ति सूत्रस्य ग्रहणं तत्र कथं क्रियते इति तत्र येन विधिस्तदन्तस्य इत्यस्य किमपि अन्यद्भवति खलु अग्रह आदि अन्यत् परिभाषासूत्रमस्ति खलु येन विदिता वल् ग्रहणे ध्वनि नास्ति भगिनि न चिन्तयन्ति अस्मि भगिनि ओके भगिनी चिन्तयित्वा अग्रे सप्ताहे कुर्मः आदे परस्य वा यस्मिन् आदौ वग्रणिकस्य परिभाषा आदेः परस्य इति आदेशस्य तत्र क्लेशः एव नास्ति परस्य भवति इति अवगतं किन्तु येन विधिस्तदन्तस्य इति विधेः ग्रहणं कथं भवति अत्र तु आकारः अन्तिमवर्णः नास्ति खलु विशेषणरूपेण आगच्छति किन्तु यस्मिन् विदितादावल् ग्रहणे न भगिनि तत्र सप्तमी एव नास्ति खलु सूत्रे विन् यु डोण्ट् हेव् अ सप्तमी हौ केन् यु से यस्मिन् विधिः तदावदवल् ग्रहणे विधिः सप्तमी एव नास्ति खलु सूत्रे सप्तम्यन्तं पदमेव नास्ति अतः Let's give it like 2 more minutes and... आदेः षष्ठ्यन्तम् आदेः परस्य इति भाति आदेः परस्य इति आदेशस्य कार्यं भगिनि स्थानी उक्तं भगिनि आतः षष्ठ्यन्तं वर्णस्य स्थाने इति उदीरीयते तत्र कस्य स्थाने भवति इति अलोन्तस्य इत्यस्य अपवादः अस्ति आदेः परस्य इति इट् इस् नाट् दि अपवादः फार् एन् विधिस्तदन्तस्य अस्तु तर्हि इति चिन्तयित्वा आगच्छामः नो चेत् मङ्गलवासरे महोदयं पृच्छामः अहम् एतत्रमपि प्रेषयामि इति करोमि तर्हि विरमामः वा समयः क्लितः आं भगिनि धन्यवादः धन्यवादः भगिनि नमस्कारः नमस्कारः